नमस्ते विव्या, समासचिन्तनवर्गे सर्वेषां स्वागतं। प्रथमं सत्पुरुषसमाससूत्राणि पठित्वा अग्रे गच्छेम। उषा भगिनी पठति वा? आं महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनाथकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी ततर्तार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोडमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्येन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैं विशिष्टेन अनैं सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयगृष्टिधेनु वशावेहद् बष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसा वचनैश्च युवाखलतिफलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः शमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपादः पूर्वापरादरोत्तरमेकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिङ् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वा च। धन्यवादः। धन्यवादः भगिनि। तत्पुरुषसमासान्तसूत्राणि। तत्पुरुषस्याङ्गुलेः संख्यादत्यवादेः अहः सर्वैकदेशसङ्ख्यादपुण्याच्च रात्रेः अह्नौ न एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च रजाहस्सखेभ्यश्च गोरत्तिद अलुकि अग्राख्यायामुरसः अनुष्मायास्मरासां जातिसंज्ञयोः ग्रामकोटाभ्यां तक्षणः अतेष्वनः उपपानादप्राणिषु उत्तरमृगपूर्वाश्च सक्तनः नावो दिगोः अर्धाश्च खाद्याः प्राचां द्वित्रिभ्यमञ्जलेः अनन्तान्नपुंसकच्छन्तसि ब्रह्मणो जानपदाख्यां कुमहद्भ्यामन्यतरस्याम्। अधुना नमस्ते शर्मिला भगिनि। नमस्ते महोदय। अहमद्य शृणोमि, केचन कक्षायाम् अहं न आगतवती. चिन्ता मास्तु. गतवर्गे कृत्यैर्णै इति स्वन्त्रान्तर्गत उदाहरणं गेयम् इति पूर्वाह्णे गेयम् इति सूत्रस्य सत्पुरुषसमासस्य उत्पन्नस्थिति अवलोकनं कृतमस्ति. तत्र गेयम् इति पदं निष्पन्नं कथं भवति इति अपि पठितम्. अधुना अग्रिमसूत्रं प्रति गच्छामः. तत्पुरुषे कृति बहुलम् इति सूत्रस्य अवलोकनं कुर्मः. अधुना अरुणा भगिनी पठति वा? आं महोदय. तत्पुरुषे कृति बहुलं, तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुक् भवति. अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् कार्यं नित्यं भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् न भवति. तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तं, हलदन्तात् सप्तम्याः संज्ञायाम् इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः. अलुक् उत्तरपदे इत्यस्य अधिकारः अस्ति. अनुवृत्तिसहितसूत्रं तत्पुरुषे सप्तम्याः अलुक् कृति बहुलं सूत्रं वदति. तत्पुरुषसमासे उत्तरपदं कृदन्तरूपं अस्ति चेत् समासः सप्तमी सप्तमी विभक्तिसमासः बहुलम् अलुप् भवति. बहुलम् इति अर्थः कुत्र भवति, कुत्र न भवति, कुत्र नित्यं भवति इति अर्थः. अनुवृत्तिसहितं तत्पुरुषे सप्तम्याः अलुक् कृति बहुलम् अत्र तत्पुरुषे सप्तम्याः. ओके, अत्र सप्तम्याः तत् षष्टिविभक्ति महोदय, एकवचनं. सप्तम्याः षष्टि आदेशः अलुक् इति आदेशः. कृत् शब्दः अस्ति चेत् कृति बहुलम् इति सूत्रस्य अवलोकनं कुर्मः चेत् प्रथमाविभक्त्यां किमपि न दृश्यते. न कृति बहुलम् इति कृति अपि अस्ति, अलुक् इति अनुवृत्ति अस्ति. पूर्वपदं किं भवति, उत्तरपदं किं भवति इति कथं जानीमः? सप्तमी विभक्ति प्रथमाविभक्तिरूपमस्ति चेत् तदेव पूर्वपदं भवति. किन्तु सूत्रे सप्तम्या अलुक् इति दत्तमस्ति षष्टि. अत्र अनुवृत्तिसहितसूत्रे सम्पूर्ण अनुवृत्ति न दत्तम् इति कृत्वा तत्र न दृश्यते. सप्तमी सुबन्धम् इति अपि योजनीयम्. तत्पुरुषसमासविषये सप्तम्याः अलुक् भवति इति द्वितीयभागम्. कृति बहुलम् इति उक्तत्वात् कृत् प्रत्ययस्य योजनेन समासः भवति, किन्तु बहुलग्रहणात् कृत् इति कृत् इति भवति. बहुलग्रहणात् अलुक् कुत्र भवति, कुत्र न भवति, कुत्र विकल्पेन भवति इति बहुलस्य अर्थम् अपि तत्र आयाति इति कृत्वा सप्तमी सुबन्धं तत्पुरुषसमासे अलुक् इति द्वितीयभागम् इति उत्तरपदम् इति. सप्तमी सुबन्धमेव पूर्वपदं भवति. तस्य अलुप् भवति इति सप्तम तत्पुरुषे तमस्य इति अन्तर्गत अर्थमस्ति. तत्पुरुषे समस्त सप्तम्या अलुप् इति वदनेन तत्पुरुष सुबन्धसमासविषये सप्तम्या अलुप् भवति कृतियोजनसमये. किन्तु अलुक् बहुलं स्वीकृत्य समास अन्वयं कृत्वा अलुक् कुत्रचित् भवति कुत्रचित् न भवति कुत्रचित् विकल्पेन भवति इति एव सम्पूर्णसूत्रस्य अर्थम्. धन्यवादः. धन्यवादः भगिनी. गीताञ्जलि भगिनी पठति वा बहुलसूत्रस्य बहुलस्य. नमस्ते महोदय. क्षम्यतां महोदय. पठामि महोदय. बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति. क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव, विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बहुलकं बाहुलकं वदन्ति. हा तद् तत्र हा बाहुलकं वदन्ति. अत्र इति श्लोके इति दत्तं बहुलमिति पदस्य अर्थः बहवः भवितुम् अर्हन्ति. क्वचित् तु प्रवृत्ति इत्युक्ते क्वचित् अप्रवृत्ति इत्युक्ते प्रवृत्ति इत्युक्ते किं परिवर्तनं महोदय, किं कथं वदनीयं? विधानं भवति, कार्यं भवति इति. कार्यं भवति चेत् परिवर्तनमेव भवति. इत्युक्ते क्वचित् विधानं भवति, क्वचित् विधानं न भवति, क्वचित् विवक्षा अस्ति, अपि च क्वचित् अन्यदेव अर्थः भवितुम् अर्हति इति व्याकरणे बहुलमिति पदस्य विवरणं दत्तम्. विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति. तस्य कथं बाहुलकं वदन्ति? चतुर्विधम् इत्युक्ते चतुर्विधं तु वयं उक्तवन्तः, उपरि दत्तं. विधेर्विधानं बहुधा इत्युक्ते यत् किमपि भव छात्रस्य विवक्षा अस्ति तत्तु समीचीनं नास्ति, किन्तु विधेर्विधानं बहुधा इत्युक्ते समी कृत्वा एव वयं बहुलस्य अर्थचित्वं कुर्मः इति अपि दत्तं. चतुर्विधम् अर्थः तत्र बाहुलकं वदन्ति इत्युक्ते बहुलस्य किं बहुलस्य अंशः अर्थः. अत्र पश्यतु भगिनि, चतुर्विधं बाहुलकं वदन्ति इति किं वदति इति चेत् बहुलं यत्र कुत्रापि उक्तं तत्र तस्य प्रसक्ति इति भावः अस्ति इति कृत्वा बहुलस्य भावः बाहुलकं. तत्र चतुर्विधं भवन्ति इति वदन्ति, किन्तु कथं तस्य अवगमनं भवति इति कृत्वा विधेः विधानं विधिसूत्रस्य तत्र विधि भवति न, किं करणीयं किं न करणीयं, किं विकल्पं भवति वा न भवति वा इति तत्र सर्वं विधिसूत्रे एव दत्तमस्ति. तस्य विधानं समीक्ष्य सम्यक् ईक्ष्य बहुधा इत्युक्ते बहूनि स्थलानि कीदृशं तस्य प्रसक्ति विधिः भवति इति समीक्ष्य एव वैयाकरणः वदन्ति चतुर्विधं विभज्य तस्य बाहुलकत्वं सिद्ध्यति इति. कुत्रचित् भवति, कुत्रचित् न भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् अन्यकार्यमपि भवति इति चतुर्विधं वर्गं वर्गचतुष्टयं स्वीकृत्य चतुर्विधं रूपमस्ति बहुल बहुलग्रहणात्. तत् सूत्रविधानस्य बहुधा उदाहरणानि समीक्ष्य एव तस्य अवगमनं भवति इति. अस्तु महोदय, अग्रिमपरिच्छेदं पठतु. अस्तु, अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति, कुत्रचित् नित्यं भवति, कुत्रचित् न भवति, कुत्रचित् अन्यदेव इत्युक्तं. यथा मासे देयं पूर्व पूर्वगे पूर्व पूर्वनेगेयम् इति उदाहरणद्वये सप्तम्याः अलुक् दृश्यते. संवत्सरदेयम् इति अन्तिमे उदाहरणे अलुक् न दृश्यते, यतोहि तत्पुरुषे कृति बहुलम् इति सूत्रे बहुलग्रहणात्. अस्तु अस्तु, बहुलमिति एव पदं तत्र उदाहरणे दत्तं, किन्तु मासे देयं पूर्व पूर्वह्णे गेयम् इति उदाहरणद्वयं तत्र अस्ति. तत्र सप्तमी विभक्ति पदम् इत्युक्ते मासे अपि च पूर्वह्णे ते सप्तमी विभक्ति अलुक् अस्ति. किमर्थम् अलुक् अस्ति? बहुलम् इति पदस्य कारणेन. किन्तु अन्यदेकम् उदाहरणं दत्तं, संवत्सरदेयं, तत्र संवत्सरे देयं नास्ति. अत्र संवत्सरदेयं किमर्थम्? अत्र बहुलम् इत्यस्य अर्थः तु अलुक् नास्ति, इत्युक्ते विभक्ति लुक् भवति एव. कुत्रचित् भवति, कुत्रचित् न भवति. कुत्रचित् भवति इत्युक्ते मासे गेयं सूर्वाण्ये गेयं तत्र उभयस्तरे न भवति. अलुक् इति आगत्य बहुलग्रहणात् तत्र सप्तमी यथावत् तिष्ठति. किन्तु संवत्सरदेयम् इति उदाहरणे अलुक् दृश्यते, तत्र लुक् भवति इति बहुलग्रहणात् इति. एतानि उदाहरणानि कृत्यैर्णे इति सूत्रस्य अन्तर्गत उदाहरणानि अस्ति, न तु तत्पुरुषे कृती बहुलम् इति कारणात् बहुलग्रहणं कृत्यैरणे तदि सूत्रमपि अन्तर्गतमपि भवति वा? भवति महोदय, अन्यथा कथं करणीयम् इति. तत्रापि तत्पुरुषे कृति बहुलम् इति सूत्रेण अलुक् भवति इति दत्तमस्ति. वयं कथं जानीमः अलुक् वा लुक् वा इत्युक्ते, यथा शास्त्रे दत्तं तदेव स्वीकृत्य तदेव उक्तं न? विधेयर्विधानं बहुधा समीक्ष्य एव तस्य अवलोकनं भवति. सत्यं. कुत्र अद्यतनस्य लेखक कथं योजनीयं महोदय? अद्यतनलेखकः ये लेखकाः ये सन्ति ते कथं संस्कृतभाषायाम् इति योजनीयं? यदि शास्त्रे तस्य उदाहरणानि दत्तानि भवति चेदेव तस्य उपयोगं कर्तुं शक्यते समानेव पदे स्वीकृत्य किन्तु समानरीत्या अपि किन्तु शास्त्रे नास्ति नूतनं पदं कर्तुम् इष्टं चेत् तत् सूत्राधारेण एव कर्तव्यम् अलु भवति वा न भवति वा इति आप्शन् एव नास्ति महोदय तत्र एकम् अन्यप्रश्न बहुलम् इत्यस्य अर्थः तु बहवः सन्ति किन्तु अन्यतरस्यामपि तदेव अस्ति वा न अन्यतरस्य केवलं विकल्पत्वं सूचयति अस्तु किन्तु बहुलग्रहणात् विकल्प एकमेव चतुर्षु वर्गेषु एकमेव अस्ति विकल्पेन भवतु इति अन्यतरस्याम् इति सूत्रे अस्ति चेत् तत्र विकल्पत्वम् एव सूचयति न तु अलुक् भवति वा अन्यकार्यं भवति वा इति न वक्तव्यं तत्र अस्तु महोदय धन्यवादः धन्यवादः उषाभगिनी अग्रिमं परिच्छेदं तत्पुरुषे कृति बहुलम् आं महोदय तत्पुरुषे कृति बहुलम् इति सूत्रस्य अन्यानि उदाहरणानि स्तम्भे रमते स्तम्भरमः गजः स्तम्भरमः स्तम्भे रमः गजः स्तम्भरमः अयं समासः उपपदसमासस्य उदाहरणं न तु सप्तमी तत्पुरुषसमासस्य स्तम्भः इति क्लम्प् आफ् ग्रास् अर्थात् तृणस्य गुच्छं दृष्ट्वा यः रमते सः स्तम्भे रमः सः स्तम्भे रमः यथा गजः धेनुः इत्यादयः स्तम्भयोगः नियोगः रमयोगः सु रमः इति अच् प्रत्ययान्तशब्दः अच् प्रत्ययः कृत् प्रत्ययः रम् इति धातुतः अच् इति प्रत्ययः विधीयते चेत् रमः इति शब्दः निष्पन्नः भवति अस्मिन् उदाहरणे तत्पुरुषे कृति बहुलम् इति सूत्रेण पूर्वपदे सुप् लुक् विकल्पेन भवति इत्यतः रूपद्वयं निष्पन्नम् तत्पुरुषे कृति बहुलम् इति सूत्रस्य अन्यानि उदाहरणानि स्तम्भे रमते रमते इति क्रियापदं स्तम्भे रमते स्तम्भे रमः इति समस्तपदं स्तम्भे रमः गजः स्तम्भे रमः इति गजस्य विशेषणं स्तम्भरमः विकल्पेन भवति बहुलस्य ग्रहणात् विकल्पेन स्तम्भरमः अपि भवति स्तम्भे रमः इति पदं समस्तपदम् उपपदसमासस्य उदाहरणम् उपपदसमासमपि तत्पुरुषसमासमेव अत्र वयं पठितवन्तः सप्तमी तत्पुरुषसमासः स्तम्भे रमः इति सप्तमी तत्पुरुषसमासस्य उदाहरणं नास्ति उपपदसमासं तत्पुरुषसमासमेव इत्कारणात् उपपदसमासस्य उदाहरणं स्तम्भे रमः इति क्रियासमये स्तम्भयोगः नियोगः रमयोगः सु इति भवति रमः इति अच् प्रत्ययान्तशब्दः सो रमयोगः सु रम इति रमते इति धातोः क्रियते रम इति पदम् अच् प्रत्ययेन रं क्रीडायां या आं महोदय रं क्रीडायाम् इति धातोः उत्पत्ति रम इति रं योगः अच् प्रत्ययान्तशब्दः सो अच् इति कृत् प्रत्ययः तत्पुरुषे अच् इति कृत् प्रत्ययः इति कारणात् तत्पुरुषे कृति बहुलम् इति सूत्रस्य प्रसक्तिः अस्ति अच् प्रत्यय कृत् प्रत्ययः रम् इति धातुतः अच् इति प्रत्ययः विधीयते चेत् रमः इति शब्दः निष्पन्नः. अस्मिन् उदाहरणे तत्पुरुषे कृति बहुळम् इति सूत्रेण बाहुलग्रहणात् सुब् लुक् विकल्पेन भवति इत्यतः रूपद्वयं भवति. स्तम्भे इति अलुक् भवति, प्रत्ययः अलुक् कारणात् स्तम्भे इति भवति. ञि प्रत्ययस्य इ अलुक् भवति. स्तम्भरमः इति पदस्य स्तम्भरमः इति पदस्य लुक् भवति, ञि इति प्रत्ययस्य इ लुक् भवति. स्तम्भे रमते इति विग्रहवाक्ये स्तम्भे रमः स्तम्भरमः इति बाहुलग्रहणात् रूपद्वयं निष्पन्नं भवति. तत्र भगिनी उक्तवती स्तम्भे रमते इति विग्रहवाक्यं. स्तम्भे रमते इति विग्रहवाक्यं लौकिकविग्रहवाक्यमस्ति न? अलौकिकविग्रहवाक्यं स्तम्भयोगः ङी स्तम्भे सप्तमी स्तम्भयोगः ङी स्तम्भे योगः रमः इति एव तत्पुरुष स्तम्भयोगः ङी योगः स्तम्भे रमः इति भवति न? स्तम्भे रमते इति अर्थं भवति. स्तम्भे रमते अर्थं भवति, अर्थं भवति लौकिकविग्रहवाक्यं. किन्तु विग्रहवाक्यं भवति स्तम्भे रमः इति. तस्य अलौकिकविग्रहवाक्यं भवति स्तम्भे योगः स्तम्भयोगाङ्गी योगः रामयोगः सु इति. रमयोग अलौकिकविग्रहवाक्यं महोदय, बट् स्तम्भे रमते इति अर्थम् अपि विग्रहवाक्यं अर्थं सूचयति. When we say विग्रहवाक्यं, the समासपदं विभज्य दृश्यते चेत् स्तम्भे योगः रमः इति एव भवति. तत् रमः रं दातु रं योगः अच् तत्र चकारस्य इत् संज्ञा भूत्वा आ एव तिष्ठति. रम रमयोग आ रम इति प्रातिपदिकं तदि रमः इति पुल्लिङ्गमस्ति चेत् रमः भवति. स्त्रीलिङ्गं डाप् अस्ति चेत् रमा भवति. अस्तु, तदि कृतिबहुलम् इति सूत्रस्य अत्र उभयरूप विकल्पत्वमेव सूचयति अत्र अस्मिन् उदाहरणे. रूपद्वयं सिद्ध्यति इति कारणतः. यु वर् सेयिङ्ग् समथिङ्ग्? नो, ऐ वाज़् गोइङ्ग् टु से देनु, बट् देनु कुड् बि बोत् मास्कुलिन् अण्ड् पुल्लिङ्गा एस् वेल् एस् देनु. देनु इस् ओन्लि कौ आर् कोऽपि उल्लेखः एव नास्ति. गोः, ओके, किमपि जन्तु ये स्तम्भे रमति तदेव सूचयति. भवति धेनु भवति अश्व भवति अज भवति किमपि भवितुम् अर्हति. तत्र रमः तस्य जन्तूनाम् उल्लेखः अस्ति विशेषणम्. अस्तु भगिनि, धन्यवादः. धन्यवादः. गोमती भगिनी पठति वा कर्णे जपति? अहं पठामि महोदय. कर्णे जपति कर्णे जपः इन्फोर्मर् कर्णजपः. अयं समासः उपपदसमासस्य उदाहरणं न तु सप्तमी तत्पुरुषसमासस्य. क्षम्यता महोदय, बेक्ग्रौण्ड् नाय्स् अस्ति वा? किञ्चित् अस्ति किन्तु ऐ कान्ट् हेल्प् इट् महोदय, सम् वर्क् इस् गोयिङ्ग् आन्. नो प्राब्लम्, यु केन् रीड् इट्. अस्मिन् उदाहरणे तत्पुरुषे कृति बहुलम् इति सूत्रेण पूर्वपदे सुबलुक् विकल्पेन भवति इत्यतः रूपद्वयं निष्पन्नम्. अस्तु, द्वितीय उदाहरणं तत्पुरुषे कृति बहुलम् इति सूत्रस्य कर्णे जपति इति दत्तं. कर्णे जपः, कर्णजपः इति रूपद्वयं पश्यामः. अतः तत्र भ्रमः भवितुमर्हति एतत् सप्तमी तत्पुरुषस्य उदाहरणं वा अथवा उपपदसमासस्य उदाहरणं वा इति. किमर्थं चेत् कर्ण इति तु एकं सुबन्धपदमस्ति, तो उपपदरूपेण तस्य उपपदसमासस्य उदाहरणं वा इति भ्रमः भवितुम् अर्हति. परन्तु अत्र दत्तं न तत्पुरुषे कृते बहुलम् इति सूत्रेण पूर्वपदे सुलुक् विकल्पेन भवति, अतः रूपद्वयं निष्पन्नम्. एक्चुलि जप इति कृदन्तं पदमस्ति इति अहं मन्ये. तत्र धातुः किं न जानामि, परन्तु जप् योग अप् इति प्रत्ययः महोदय. अच् अच् अच् प्रत्यय अच् वा अप् वा अच् जपयोगः अच् तत्र अका चकारस्य लोपः भवति, अकारः भवति. जप इति भवति तस्य योगः सु इति कृत्वा जपः इति पुल्लिङ्गं भवति. ओके ओके. सो जपः इति कृदन्तं पदम्. अतः तत्पुरुषे कृति बहुलम् इति सूत्रेण यदा कृत् प्रत्ययपदम् उत्तरपदे भवति, अनन्तरं तं सुबन्धसमासपदं सोरि सुबन्धपदं पूर्वपदे अस्ति चेत् सप्तमी तत्पुरुषसमासः अपि भवितुमर्हति. अतः अत्र व्याख्याने दत्तमस्ति तत्पुरुषे कृते बहुलम् इति सूत्रेण एव अत्र रूपद्वयम् उदाहरणे दत्तं. कर्णे जपः इति अलुक् भूत्वा एकं रूपं, पूर्वोदस्य अलुक् भूत्वा एकरूपं, लुक् भूत्वा अन्यत् रूपं, कर्णे जपः इति विभाषारूपेण यदा क्वचित् प्रवृत्तिः, क्वचित् अप्रवृत्तिः, क्वचित् विभाषा, क्वचित् अन्यदेव इत्यस्य क्वचित् प्रवृत्तिः, क्वचित् विभाषा इत्यस्य उदाहरणमस्ति कर्णे जपति, कर्णे जपः, कर्णजपः इति. अस्तु वा? ओके अस्तु, धन्यवादः. समीचीनमेव भगिनि, किन्तु मम प्रश्नः अस्ति, मम सन्देहः, यदि सप्तमी तत्पुरुषसमाससूत्रं नास्ति, उपपदसमाससूत्रम् अस्ति इति अस्ति चेत् किं कारणतः पाणिनिना सप्तमी शौण्डै कृत्यैर्णे तदनन्तरम् एतत् सूत्रं स्थापितवान्? This is Uttarapade Adhikara, Mahodaya. This is not Kriti. That Purushe Kriti Bahulam. Bahulam, That either... This is under Samasanta Sutras. Samasanta? Uttarapade, Uttarapade Sutra. Uttarapade Adhikara. But Kriti, but why is it given immediately after Kriti? No, because there, not Kriti Rane, this Sutra applies, Mahodaya. That Purushe Kriti Bahulam Ithye, एतत्तु करणीयम् इति अत्र न भवति न कर्णे जपः No, no, but this is not Kritirne Udaharana. Karne Japati is for Tatpurushya Kriti Bahulasya Udaharana. See, I understand. Now I know that Tatpurushya Kriti Bahulam is, Sutram is just inserted by Vidya Bhagini for us to understand this. Understand, yeah. But it is not a Sama-Saptami Tatpurushya Samasa. It is not Saptami Tatpurushya Samasa. But it is Tatpurushya, but not Saptami Tatpurushya. Because Tatpurusha also includes Upapada Samasa, Dvigu Samasa. But then, Usha Bhagini, but here, in Tatpurusha Kriti Bahulam, iti ring in the tatpurushe kriti bahulam. She said it works for all the sutra, for all the samata, for all the tatpurusha samata, like uttara pada. No, tatpurushe saptamya. Tatpurushe saptamya iti uktam na. Saptamyah is like their saptamyah is for aluk. For aluk. Yeah. Saptami anta patam aluk bhavati. Saptami antasya pratyaya vibhakti hi aluk bhavati. So we should not mix up this as a saptami tatpurusha samasa. No, even no, though it may look like a it yeah. may look like a saptami tatpurusha. Okay, yeah. okay. Yes, tambe. That's why it's given. You know, we may think, oh, is it saptami tatpurusha hava? There can be a vicharam in our mind. That is why she has given it as an example. So, but she has mentioned that upavata saudaharan natu saptami tatpurushasya iti krutta. Yeah, yeah, yeah. Okay. Dhanyavada bhagini. Pushpa bhagini, tritiyam udaharana padati va? Ekanimsham madhe. I'm going to look at my own thing, this thing. कुरुषु चरति इदं समासः उपपदसमासः अस्ति. अस्य विषये अग्रे पठिष्यामः. केवलं स्मर्तव्यं यत् अस्मिन् समासे सुप्रत्ययस्य लुक् अभवत् यतोहि तत्पुरुषे कृतिबहलम् इति सूत्रे बहलग्रहणात् चर इति धातुतः अच् इति कृत्प्रत्ययः विधीयते चेत् चरः इति पदं निष्पन्नम् अस्तु. कुरुषु चरति इति सप्तमी अस्ति अत्र. कुरुचरः इति समासः अत्र उपपदसमासः इति वदति. अग्रे पठिष्यामः. केवलं एतद् स्मर्तव्यं तु एतद् विषये एतद् उदाहरणे सुप्रत्ययस्य लुप् अभवत्. तत्तु कुरुषु अत्र नी नास्ति. किम् अस्ति अत्र नी प्रत्यय किं महोदय? कुरुयोगः सुप् चरयोगः सु. सु नास्ति महोदय अत्र. क्षु कुरुषु इति सप्तमी बहुवचनस्य प्रत्ययः किम् अस्ति? तदेव पृष्टम्. नी नी ओप् सुप् नी ओप् सुप् अस्ति न? नी प्रथम एकवचनम् अमे सप्तमी एकवचनम्. ओ इति द्विवचनं, सुप् इति बहुवचनं. सुप् अस्ति अस्ति अस्ति सम्यक् सम्यक् सम्यक्. सुप् अस्ति परन्तु तद् न आगच्छति. तस्य लुक् भवति एव तिष्ठति. प्रथमान्तम् अस्ति चर् इति धातुतः अच् इति कृत् प्रत्ययः विधीयते. तत् कारणात् अलुक् भवति एतत् प्रत्ययः. अलुक् न भवति, लुक् भवति. लुक् लुक् भवति. क्षमता, लुक् भवति, नाट् अलुक्. लुक् भवति. उपरि उपरि उदाहरणे अलुक् अस्ति, अस्मिन् सूत्रे लुक् अस्ति, लुक् भवति. कृत्वा सप्तमी प्रत्ययस्य अवगमनानन्तरं कुरु एव शिष्यते. कुरु योगः चर इति कुरुचर. तदनन्तरं सुबुत्पत्ति भवति, कृत्वा कुरुचरः इति भवति. तत्तु कृत् प्रत्ययः अस्ति. प्रत्ययविद्यातुः अस्ति चर् धातुः कृत् प्रत्ययः न विद्यते तत्कारणात् अत्र सुप् लुक् भवति. धन्यवादः भगिनि. अथ कः महोदय कुरुचरः? कुरु इति देशविशेषणमस्ति. यदा विदर्भः अस्ति, यदा मद्रदेश अस्ति, अतिप्रदेशप्रशान्तप्रदेशं कुत्रापि अस्ति, कुरु इति राज्यस्य नाम अस्ति. ये कुरुराजे चरति या कुरुराजेषु बहूनि स्थलानि सन्ति तत्र ये चरति तस्य नाम भवति कुरुचरः. इत्युक्ते कुरुचरः जनः अपि च कुरुचराः जनाः अपि सन्ति. आम्, कुरुचराः जनाः इति. सम्यक् सम्यक्. धन्यवादः. वने चरति, वने चरति, वनचरः. प्रथमविभक्ति पुल्लिङ्ग. वानरस्य नाम अस्ति न वृक्षचरः इति. आं महोदय, सत्यं. धन्यवादः. वृक्षे चरति इति वानरस्य अपरिणामस्ति. तथैव तत्र अति वनेषु वृक्षेषु चरति इति वृक्षचरः. तत्रापि लुक् भवति. जलचर अपि अस्ति महोदय. जलचर अपि अस्ति. जलचर अपि अस्ति. मीनः अस्तु. सूत्रं पठति वा? आदेचे उपदिशति इति गीताञ्जलि भगिनी. आदेचे उपदेशयिष्यति. अहं पठामि न. गीताञ्जलि भगिनी पठतु. गीताञ्जलि भगिनी पठतु. पठामि महोदय. आदेश उपदेशे आदेच आदेच उपदेशे अशिति इति. आदेच उपदेशे शिति. उपदेशे एजन्तस्य धातोरत्वं न तु शिति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ शकार इत् यस्य सः शित् नशित् अशित् तस्मिन् विषये अशिति नैतत्पुरुषः. आत् प्रथमान्तम् एचः षष्ठ्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकम् इदं सूत्रम् अनेकं पदम् इदं सूत्रम्. लिटि धातोर् अनभ्यासस्य लिटि धातोर् अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति. आदेच उपदेशे शिति इति एकं सूत्रमस्ति षष्ठमाध्याये. उपदेशे एजन्तस्य धातोः आत्वं न तु शिति. यत् यत्र उपदेशावस्थायां अन्ते ए एजन्त इत्युक्ते ए ऐ ओ औ इति अन्ते वर्णः सन्ति अस्ति चेत् ते परिवर्तनं तस्य तेषां परिवर्तनं भवति आत्वम् आयाति यदि षित् परे नास्ति इत्युक्ते अशिति इत्युक्ते शप् अस्ति चेत् तु इति न भवति. शप् प्रत्यय अशिति अस्ति इति. अत्र एचः धातोः इत्युक्ते विशेषणविशेष्यभावः तत्र षष्टम्यन्तम् एचः धातोः आत् उपदेशे उपदेशावस्थायां चेत् आत् आदेशः अशीति सप्तम्यन्तम् अशीति परे शित् नास्ति चेत् इति भगिनीवर्गे अस्ति वा उपस्थितं वा तत्र अशीति इत्यस्य विवरणं भगिनी विद्याभगिन्या किमुक्तम् इति अवगतं वा प्रसिद्ध प्रशिशेषं पर्युदास इति नैतत्पुरुषस्य वर्गे आसीत् किन्तु अधुना तु वदतु महोदय उषा भगिनी वदति वा अशीतिस्य विवरणं किं वक्तम् इति भगिनी प्रयत्नं करोमि महोदय आते च उपदेशे अशीति इति सूत्रस्य द्वयोः अर्थं भवति आते च उपदेशे एजन्तधातोः आत्मं भवति इति प्रथमार्थः द्वितीय अर्थः उपदेशे एजन्तधातवः आत्मं भवति परे शितिप्रत्ययः नास्ति चेत् इति द्वितीय अर्थः प्रथमार्थः एजन्तधातोः आत्मं भवति इति प्रथमार्थः ऐ था दट् इस् प्रसज्य प्रतिषेध नाट् प्रसज्य दट् इस् या दट् इस् प्रसज्य प्रतिषेध अशीति इति प्रत्ययं परे अस्ति चेत् एव उपदेशे धातोः आत्मं भवति इति पर्युदासप्रतिषेध अशीति इति प्रत्ययः सूचयति दिस् इस् वाट् ऐ अण्डर्स्टुड् महोदय ऐ डोण्ट् नो हौ वेल् टु से अत्र तद् न वदति एकः एव वदति द्वे नो नो देर् आर् टु मीनिङ्ग्स् दट् नो नो देर् आर् नाट् टु मीनिङ्ग्स् नाट् मीनिङ्ग् टु सेण्टेन्सेस् यु केन् से नो नो नो देर् इस् ओन्ली टु ओन्ली वन् मीनिङ्ग् एजन्तस्य धातोः आत्मं न तु शीति उपदेशे एजन्तस्य ये अस्ति चेत् धातुः आत्मं न तु शिति नास्ति चेत् शित् नास्ति चेत् धातोः ये एजन्तधातोः आत्मम् आगच्छति आकारः उपदेशे तत्तु समीचीनं भगिनि एजन्तस्य अन्धस्य आदेशं भवति दीर्घ आकारेण किन्तु अशीति इति उक्तत्वात् तत् किं बोधयति इति एव तत्र विवक्ष किम् अस्ति इति स्वीकरणीयम् इति एव प्रश्नः अशीति इति नैतत्पुरुषसमासः अस्ति नैतत्पुरुषः अस्ति नैतत्पुरुषस्य प्रभेदः अस्ति प्रसिज्यप्रतिषेध एकम् अस्ति पर्युदास इति अन्यदस्ति प्रसिज्यप्रतिषेधम् इत्र अत्र स्वीकरणीयं वा पर्युदास अर्थं स्वीकरणीयं वा इति किं जानीमः कथं जानीमः प्रसिज्यप्रतिषेध एव स्वीकरणीयः प्रत्ययः न अपेक्षितम् अत्र प्रत्ययः न अपेक्षितम् अपि कारणात् प्रसज्यप्रतिषेध एव ग्रहणम् इति तत्र भगिनी तत्र भगिनी एकनिमिषम् पृष्ट्वा भगिनि उषा भगिनि प्रसिज्यप्रतिषेधम् एव स्वीकरणीयं भवति कथं हौ विल् यु एस्टाब्लिश् दट् अत्र सूत्रे अशीति इति उक्तम् अशीति इति केवलम् अशीति इति पदं स्वीकृत्य तत् किं बोधयति इति वदतु अशिति इति पदेन प्रत्ययः सूचयति, प्रत्ययः सूचयति इति कारणात् परे उपदेशे एजन्तधातोः परे परे प्रत्ययः अस्ति चेत् दट् प्रत्ययः शुड् नाट् बि शित् इति कारणतः दट् इस् पर्युदास. वेरस् ब्लाङ्क् स्टेट्मेण्ट् उपदेशे एजन्तधातोः आत्मं भवति इति प्रसज्य प्रतिषेत वेर् प्रत्ययः न अपेक्षितः. तत् तत् प्रत्ययः एव नास्ति अपेक्षितः चेत् अशिति इति उक्तस्य आवश्यकता एव नास्ति न आवश्यकता एच धातो आत् उपदेशे इति एव उपदेशे आत् भवति इति एव तिन्तु अशिति इति उक्तत्वात् तस्य सूत्रे किं प्रभावः भवति तस्य अर्थम् अवलोकनीयम् अशिति मीन्स् सार्वधातुकप्रत्यय इण्डिकेटेड् अशित् अशित् मीन्स् लैक् शित् न भवेत् बट् अन्य प्रत्यय इस् ओके. प्रत्ययमेव प्रत्ययमस्ति चेदेव आत्मं भवति रैट् प्रत्ययविषये एव आत्मं भवति न प्रत्ययः अस्ति चेत् एजन्तधातोः आत्मं न भवति किन्तु तादृश प्रत्ययं भवेत् यत् शित् नास्ति तदेव प्रसिद्ध प्रतिषेधम् अवगतं वा? I have written in my notes, so I thought I wrote it right. I don't know, Mahadeya. I will listen to. No, what is it simple? What is simple is that because upadesha avasthayam ejanta dadoho atvam tada bhavati yada pratyaya visaye kimapi ayati cheteva bhavati kintu tadrisha pratyam avashyam bhavet yat shit nasti iti ashiti sujayati dve nimittam asti dve artham nasti dve nimittam asti गोमति भगिनी किम् उच्यते ऐ थाट् उषा भगिनी आदेशे उपदेशे इट् हेपन्स् गै बिकम्स् गा परन्तु इफ् ए प्रत्यय हेपन्स् टु बि देर् देट् प्रत्यय शुड् नाट् बि शिफ्ट् इफ् इट् इस् शिफ्ट् इफ् इट् इस् नाट् यस् इट् इस् ओन्लि गोमति भगिनी ऐ अग्री वित् यू दट् ऐ हव् रिटन् इट् लैक् दट् इन् मै नोट् बुक् वाट् इस् दट् वाट् इस् दट् फर् द गेयं देयम् ऐ डिन्ट् रैट् विच् वाट् एक्साम्पल् शी सेड् बट् ऐ हव् रिटन् टु उपदेशे एजन्त धातोर् आत्मम् इति एकभागः एक एकविधं इण्टर्प्रिटेशन् एकविधं इण्टर्प्रिटेशन् सी वेन् यु आर् गिविङ्ग् एन् इण्टर्प्रिटेशन् नौ वि विल् हाव् टु सी द सूत्रं ऐ मीन् उदाहरणं hear some music and that Pushpa Bhagini's music is playing. Oh, I'm sorry, I heard something. No, it's okay. See, what does it say? Dato ho iti vartate एजन्तोः यः धातु रूपादेशो तस्य आकारादेशो भवति, शिति तु प्रत्यये न भवति इति. ग्लै ग्लाता, ग्लातुं ग्लातव्यम्. दिस् आर् आल् अशित् रैट्. शो निर्देश इति कृता इति चेत् प्रसिद्ध प्रतिषेधं विधिस्तदन् अवल्ग्रहणे इतादौ प्रतिषेधः प्रत्ययप्रतिषेधः तस्मिन् यत्र तस्मिन् विधिस्तदादौ अल्ग्रहणे इति शितादौ प्रत्यये प्रतिषेधः. सो शित् इस् निषिद्धम्. अशिति इति प्रसिद्ध प्रतिषेधौ अयम्. तेन तेन एतदात्तौ निमित्तकं प्रागेव प्रत्ययः उत्पत्तेर्भवति इति. प्रत्यय उत्पत्ति भवेत् प्रत्यय उत्पत्ति उत्पत्तेर्भवति इति प्राग् एव. सो ईवन् बिफोर् द प्रत्यय इस् ब्राट् अबौट् दिस् इस् डन् दट् इस् प्रसज्य प्रतिषेध. अशीति इति प्रसज्य प्रतिषेधो अयं. तेन एदन्त एत एत आत्मं नैमित्तिकं प्रागेव प्रत्यय उत्पत्तेर् भवति इति. इति सुग्लः सुम्लः इति आत ऐ डोण्ट् नो वट् दट् आतश्चोपसर्गे. सो ग्लै धातु बिकम्स् ग्ल विद् उपसर्ग सु. सो सुग्लः सुग्लः दे डिडन्ट् इवन् बिफोर् द प्रत्यय इस् ब्राट् अबौट् द ग्लै धातु बिकम्स् ऐ डोण्ट् नो इट् शुड् बिकम् ग्ल अण्ड् देन् बिकम्स् ग्लः ऐ डोण्ट् नो इति कप् प्रत्ययः. उपसर्गेयः भवति. सो द ग्लै बिकम्स् ग्ला अण्ड् देट् आकार बिकम्स् बिकास् आफ् द उपसर्ग इन् देर् द कप् प्रत्यय फालोस् द कप् प्रत्यय मीन्स् देन् दे वुड् डू सम्थिङ्ग् एल्स् मे बि आकार इस् एडेड् आर् सम्थिङ्ग् देन् इट् बिकम्स् ग्लः सुग्लः. हियर् आल्सो दे हेव् गिवन् देट् सुग्लः प्रज्ञः. सो ईवन् बिफोर् एनी प्रत्यय कन्सिडरेशन् दे वुड् डू द आत्वम् then it is called prasajya pratishetha. That's what I understood that day. Atahacha upasarge. This is different sutra, but this is the sutra which is referred in the Adeshe Upadeshe Ashiti to indicate that the atvam bhavati even before the pratyaya comes. But if a pratyaya comes, it should not be shit. Shit, yeah, that is prasad, that is paryudasa. Paryudasa pratishetha. अशीति इति प्रसिद्ध प्रतिषेधो अयम्. तेन एतादौ निमित्तकं प्रागेव प्रत्ययः प्रत्यय उत्पत्तये भवति इति. अधिकारत्वम् अधिकारः स्वयं नित्यं स्मयते इति यावत् इति. So the udaharanam which we can say is smlaha, the prajnaha, sumlaha. Mlai dhatu, sumlaha. I didn't know mlai, I thought mlai dhatu is there, mlai, I don't know. Mlai dhatu is there, no? Oh. Glai dhatu is there, mlai dhatu is there. Mlai dhatu is there, glani, glanir bhavati bharata, that time, yeah. Mlai. Right. Okay, so what it says is एचन्दधातोः आत्वं भवति बट् इट् ओन्लि स्टाक्स् इफ् इट् इस् शित् अदर्वैस् इट् विल् हेपन् इन् सो आल् एजन्तधातु बै डिफाल्ट् विल् बिकम् आजन्तधातु फार् आल् प्राक्टिकल् पर्पसेस् एक्सेप्ट् इन् द केस् आफ़् शित् You cannot take all sarvadhatuka. It has to be shit only. So we cannot use sarvadhatuka. If it is only shit, it will be. Ashit means Thingshit sarvadhatukam. Thingshit sarvadhatukam is a sampnya which comes for shit. But sarvadhatukam, if you take thing also will come. That should not happen. That should not happen. Correct, correct. There is only shit here. Whether the shit is for the vigarana pratyaya or whether it is a shit pratyaya which is in the other category other than the vigarana pratyaya. No, shap is a vigarana pratyaya. I'm talking even other than vigarana pratyaya, if there is a shit pratyaya, then it will come as ashit should be applicable for that. Okay. So there is a nimitta though. It is, even we'll ask Bhagini, but I think there is a nimitta, one of the nimitta. Anyway. Correct. Mahodaya, right. If we can solve blind yoga has shatru, what happens there? Then mla yoga shatru, tata, mla yoga shatru will mla will bhagadin. Akara will happen. Glai yoga shit asti, shatru pratyaya. तत्र ग्लै एव तिष्ठति आत्वं न भवति रूपं किं भवति यदा गम् अस्ति चेत् गच्छतु नै ग्लै विल् बिकास् आफ् द ग्लै चित् अस्ति न सो देर् वेदर् वाट् विल् हेपन् टु द ऐ ऐ विल् बिकम् सम्प्रसारणं भवति वा सम्प्रसारणं भवति इ and ru ig samprasaram no ig samprasaram ig raso I will remain as I only na so glaita will happen no glai yoga shap yoga shatru because shatru is a sarvadhatuka pratyaya kartrate sarvadhatuka pratyaya kartri shap agachati अतः ग्लै योग आयोग वाट् इस् इट् सो ग्लै प्लस् आ तत्र एचोयव आयामः ग्लायन्तः And Glayanti also. Right. Yeah, Shatra will mean Shakti Karna Pratyaya will come Shatra. Yeah. Okay. Next Sutra. Sampnyayam Vishaye. Aruna Bhagini Paratiwa? Bhadaya. संज्ञायां विषये सप्तम्यन्तपदं सुबन्तेन सह समस्यते सप्तमी तत्पुरुषः च भवति यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यः भवति संज्ञायाम् इति सूत्रं द्वितीय अध्याये प्रथमपादे चतुर्विंशतिसूत्रं सूत्रं संज्ञायां विषये सप्तम्यन्तं पदं सुपसः सम्भस्यते तत्पुरुषश्च समासो भवति अत्र संज्ञा अर्थं किम् इत्युक्ते संज्ञा नाम समुदायस्य उपाधिः नामकरणं भवति संज्ञायाम् इति सप्तम्यन्तम् एकपदम् इदं सूत्रं यद्यपि विभाषा इत्यस्य अधिकारः तथापि अयं समासः नित्यं यतोहि विग्रहवाक्येन संज्ञायाः बोधः न जायते समासानन्तरेमेव संज्ञायाः प्रतीतिः उत्पद्यते संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुध्यते इत्यतः समासः अभावपक्षः न भवति. सप्तमी शौण्डैः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः सुभामन्त्रिते पराङ्वत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राकरारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सहसुप इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संज्ञायां सप्तमी सुप् सुपसः तत्पुरुषः समासः. प्रयत्नं करोमि महोदय, पठितवती संज्ञायाम् अपि अत्र संज्ञा यां अत्र संज्ञा इति अर्थं किम् इति चेत् संज्ञा इति समुदायस्य नामकरणं. संज्ञा इति नाम समुदायस्य नाम संज्ञा. अत्र संज्ञायाम् इति नित्यं समासः विभाषा इति सूत्रं न कार्यं करोति. केवलं नित्यं सूत्रं किमर्थम् इति चेत् विग्रहवाक्यं कुर्मत चेत् संज्ञा इति अर्थबोधकं न भवति. ततः केवलं समासरूपे अस्ति रूपे अस्ति एव समस्तपदं समुदा संज्ञा सूचयति. अनुवृत्तिसहितसूत्रम् अनुवृत्तिसंज्ञायां सप्तमी सुपसः तत्पुरुषः समासः संज्ञायां संज्ञासमासे सप्तमी पदं सुपसः तत्पुरुषसमासः भवति. तत्र संज्ञायाम् इति सप्तमी अस्ति, सप्तमी सुप्सः सप्तमी संज्ञायां विषये सप्तमी अन्दं पदं सुबन्धं पदं सुपासः तत्र न कृत् कृत्या नन् आफ् दम् आर् स्पेसिफैड् द इट् हेस् टु बि ए सुबन्धपदम्. उत्तरपदम् अपि सुबन्धं भवति, पूर्वपदं सप्तम्यन्तं सुबन्धं भवति. इन् द संज्ञायां विषये समस्तपदं भवितुमर्हति तत्पुरुषसमासः. नित्यं भवति इति विकल्पनिरोधयति, संज्ञा न अर्थं न जायते यदि विकल्पं भवति चेत्. विभाषाधिकारे अस्ति चेदपि तत्र संज्ञायाम् इति नित्यसूत्रम् इति एव स्मर्तव्यम्. उदाहरणं पठतु भगिनि. आं महोदय, उदाहरणं अरण्ये तिलकाः, वैल्ड् सेसमि ग्रोयिङ्ग् इन् ए फारेस्ट्. अरण्ये तिलकाः इति संज्ञापदं, संज्ञार्थस्य विवक्षायां संज्ञायाम् इति सूत्रेण नित्यसमासः भवति. अलौकिकविग्रहवाक्यम् अरण्य योगः नी योगः तिलका योगः जश् संज्ञायाम् इति सूत्रेण समासविधानं भवति. हलदन्तात् सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्तात् अदन्तात् स उत्तरस्य सप्तम्याः संज्ञायाम् अलुक् भवति. अत्र अरण्ययोहनि इत्यत्र अरण्य इति अदन्तात् अत्तरस्य सप्तम्याः नि अलुक् भवति संज्ञायां. तदेव तिल्लका योगजस् इति उत्तरप्रदेशस्य जस् इति प्रत्ययस्य लोपः भवति. अरण्ययोगः ई योगः तिल्लक गुणसन्धि कृत्वा अरण्ये तिल्लका इति प्रातिपदिकं निष्पन्नं. तत्पश्चात् सुविधानं कृत्वा अरण्ये तिलका इति पदं निष्पन्नं. प्रथमम् अत्र अरण्ये तिलका अत्र विभक्ति प्रत्यया अलुक् भवति. सूत्रमस्ति अलदन्ता सप्तम्याः संज्ञायाम् इति सूत्रेण हलन्ता पदमस्ति. तत्सूत्रमपि पठतु भगिनि. ओके महोदय, हलन् हलदन्तात् सप्तम्याः संज्ञायां हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुप् भवति. हल् च अच्च तयोः इतरेतरदन्तः हलादौ तौ अन्ते यस्य सः हलदन्तः तस्मात् हलदन्तात् हलदन्तात् पञ्चम्यन्तं सप्तम्याः षष्ठ्यन्त्यं संज्ञायां सप्तम्यन्तम् अलुक् उत्तरपदे इत्यस्य अधिकारः अस्ति. अनुगुट्टिसहित्वं हलन्तात् सप्तम्याः हलदन्तात् सप्तम्याः अलुक् संज्ञायां सूत्रं हलन्त अदन्त उत्तर सप्तम्ये पदमस्ति चेत् तत् प्रत्ययः अलुक् संज्ञायां विषमये संज्ञायां विषये हलदन्तात् सप्तम्याः प्रत्ययस्य लुक् न भवति इति तदेव सूत्रस्य सप्त हल् हल् एवम् अच् अत् कृस् अकार एवं हल् अन्तम् अस्ति पूर्वपदस्य प्रातिपदिकस्य संज्ञायां विषये समासं भवति चेत् तत्र सप्तम्या प्रत्ययस्य अलुक् इति भवति इति उत्तरपदस्य अधिकारस्य अस्ति कृत्वा तत्र केवलं मित्रं भवति. अत्र अरण्ये इति उदाहरणं पश्यते चेत् तत् अरण्य इति अत् अस्ति अकारान्त ह्रस्व अकारान्त सप्तमी विषयम् अस्ति संज्ञायाम् इति संज्ञायां विषये समस्तपदं कर्तुम् इच्छति चेत् तत्र अत् अस्ति कृत्वा ङि इति सप्तम्यान्तं प्रत्ययस्य लुक् न भवति इति अलुकुत्तरपदस्य सूत्रं वदति. किन्तु तत् तिलकयोगः जस् इति विषये न भवति. केन कारणेन? तत् सप्तम्यन्तं पदं नास्ति इति कारणतः तस्य लुक् भवति संज्ञायां विषये. तदेव महोदय, हलदन्तात् द्विवचने अस्ति वा पदम्? सूत्रेण किं वदति? हल् अन्तम् अथवा अत् अत् अन्तं ह्रस्व अकारान्त अन्तम् इतरेतरद्वन्द्वः वट् इस् हियर् देन् वि सी दट् नो हल् च अत् च तयोः इतरेतरयोगद्वन्द्वः तत् हलदौ इति द्विवचनमस्ति. तौ अन्धे यस्य सः हलदन्तः इति प्रथम एकवचनं नाम इत्युक्ते हल् वा अच् वा इति हल् वा अत् वा अच् नास्ति अत् अत्वा क्षम्यतां हल् वा अत् वा यदि पूर्वपदं सप्तम्यन्तं पदस्य प्रातिपदिकं हलन्तं भवति अथवा अत् भवति तस्य तस्य प्रत्ययस्य लुक् न भवति इति अलुकुत्तरपदस्य सूत्रं वदति. अति अरण्ये इति सूत्रे अत् अस्ति किन्तु अग्रिम उदाहरणमस्ति युधि तत्र अत् नास्ति नास्ति तस्य प्रत्येकम् अस्ति तत्र युद् अस्ति युद् अस्ति ई युधि इति सप्तमी एकवचनम् अस्ति तत्र हलन्दम् अस्ति युद् द इति हलन्दपदम् अस्ति प्रातिपदिके इति कृत्वा तत्रापि ङि इत्यस्य लुक् न भवति. अस्तु अस्तु महोदय अवगतम्. तत्र किन्तु अलन्तात् पञ्चमी पञ्चमी पञ्चमी निर्दिष्टे तस्मिन् इति तस्मिन् तस्मादिति उत्तरस्य किन्तु पञ्चमी द्विवचनम् अस्ति चेत् आभ्यां पञ्चमी न पञ्चमी द्विवचनं नास्ति भगिनि तत्र पश्यतु हल् च अथ् च हल् हलदौ इति द्विवचनं तौ अन्धे यस्य सः इति प्रथमान्तं भवति हलन्त हलदन्तः इति हलदन्तः इति अकारान्तपदं भूत्वा तस्य सप्तमी पञ्चमी कथं भवति हलदन्तात् इति भवति न अस्तु अस्तु अस्तु अवगतम् अवगतं महोदय धन्यवादः चलु अत्र स्थगयाम द्वितीय उदाहरणात् वर्गे पठिष्य अग्रिमसप्ताहे अवलोकनं कुर्मः धन्यवादः नमस्कारः सर्वेभ्यः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः